पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 76 महादेव उवाच शृणु सुन्दरि वक्ष्यामि स्तोत्रं चाभ्युदयं ततः यच्छ्रुत्वा मुच्यते पापी ब्रह्मा नात्र संशयः दादा वै नारदं प्राह तदहं तु ब्रवीमि ते तमुवाच तदो देवस्वयंभूरमिदद्युदिः प्रगृह्य रुचिरं बाहुं स्मारयेच्चौर्ध्वदेहिकं भगवन्नारायणश्रीमान् देवश्चक्रायुधो हरिः शार्ङ्गधारी हृषिकेशपुराणपुरुषोत्तमः अजिदखड्गभृज्जिष्णुकृष्णश्चैव सनातनः एकशृङ्गो वराहस्त्वं भूतभव्यभवात्मकः अक्षरं ब्रह्मसत्यं तु आदौ चान्ते च राघवः लोकानां तु परो धर्मो विश्वक्सेनश्चतुर्भुजः सेनानी रक्षणस्त्वं च वैकुण्ठस्त्वं जगत्प्रभुः प्रभवश्चाव्ययस्त्वं च उपेन्द्रो मधुसूदनः पृश्निगर्भो धृदार्चिस्त्वं पद्मनाभो रणान्तकृत शरण्यं शरणं च त्वामाहुसेन्द्रा महर्षयः ऋक्सामश्रेष्ठो वेदात्मा शदजिह्वो महर्षयः त्वं यज्ञस्त्वं वषट्कारस्त्वमोङ्गारः परं तपः शदधन्वा वसुः पूर्वं वसूनां त्वं प्रजापतिः त्रयाणामपि लोकानाम् आदिकर्ता स्वयं प्रभुः रुद्राणामष्टमो रुद्रसाध्यानामपि पञ्चमः आश्विनौ चापि कर्णौ ते सूर्यचन्द्रौ च चक्षुषी अन्ते चादौ च मध्ये च दृश्यसे त्वं परन्तपः प्रभवो निधनं चास्य न विधुको भवानिति दृश्यसे सर्वलोकेषु गोषु च ब्रह्मणेषु च दिक्षु सर्वासु गगने पर्वतेषु गुहासु च सहस्रनयनश्रीमान् शदशीर्षसहस्रपाद त्वं धारयसि भूतानि वसुधां च सपर्वताम् अन्तः पृथिव्यां सलिले सर्वसत्त्वमहोरगः त्रीं लोकान् धारयन्नास्ते देवगन्धर्वदानवान् अहं ते हृदयं राम जिह्वा देवी सरस्वती देवारोमाणि गात्रेषु निर्मितास्ते स्वमायया निमिषस्ते स्मृता रात्रिरुन्मेषो दिवसस्तथा संस्कारस्ते भवेद्देहो न तदस्ति विना त्वया जगत्सर्वं शरीरे तस्थैर्यं च वसुधातलम् अग्निकोपप्रसादस्ते शेषश्रीमांश्च लक्ष्मणः त्वया लोकास्त्रयक्रान्ताः पुराणैर्विक्रमैस्त्रिभिः त्वयेन्द्रश्च कृतो राजा बलिर्बद्धो महासुरः लोकान् संकृत्य कालस्त्वं निवेश्यात्मनि केवलं करोष्ये कार्णवं घोरं दृश्यादृश्ये च नान्यथा त्वया सिंह वपुः कृत्वा परमं दिव्यमुत्तमं भयद सर्वभूतानां हिरण्यकशिपुर्हतः त्वमश्ववदनो भूत्वा पादालतलमाश्रितः संहृतं परमं हव्यं रहस्यं वै पुनः पुनः यत्परं श्रूयते ज्योतिर्यत्परं श्रूयते परः यत्परं परतश्चैव परमात्मेदि कथ्यते परो मन्त्रः परं तेजस्तमेव हि निगद्यस्ये हव्यं कव्यं पवित्रं च प्राप्तिस्वर्गापवर्गयोः स्थित्युत्पत्तिविनाशांस्ते त्वामाहुप्रकृतेः परं यज्ञश्च यजमानश्च होदा चाध्वर्युरेव च भोक्ता यज्ञफलानां च त्वं वै वेदैश्च गीयसे सीतालक्ष्मीर्भवान् विष्णुर्देवकृष्णप्रजापतिः वधार्थं रावणस्य त्वं प्रविष्टो मानुषीं तनुं तदिदं च त्वया कार्यं कृतं धर्मभृतां वर निहतो रावणो राम प्रहृष्टा देवधा कृताः अमोकं देववीर्यं ते न दे मोकः पराक्रमः अमोकदर्शनं राम न च मोकस्तवस्तवः अमोकास्ते भविष्यन्ति भक्तिमन्तो नरा भुवि ये च त्वां देव सम्भक्ताः पुराणं पुरुषोत्तमम् इममार्षस्तवं पुण्यमितिहासं पुरातनं ये नरा कीर्तयिष्यन्ति नास्ति तेषां पराभवः कथमिह हि पराभवं व्रजेयुः पुरुषवरा पुरुषोत्तमे हि भक्ताः न हि जगदि चतुर्भुजप्रियाणां त्रिदश इहास्ति वरप्रदो विशिष्टः स्तोत्राणां प्रवरं स्तोत्रं राघवस्य महात्मनः त्रिकाले यः पठेन्नित्यं महापादकवानपि सन्ध्याकाले द्विजश्रेष्ठैः श्राद्धकाले विशेषतः पठनीयं प्रयत्नेन भक्तिभावेन चेतसा इदं गोप्यं हि परमं नाख्येयं कर्हिचित् क्वचिद् पठनान्मुक्तिमाप्नोति सात्वदस भवेद्ध्रुवं प्रथमं पिण्डपूजान्ते ब्राह्मणैर्द्विजसत्तमैः पठितव्यमिदं स्तोत्रं श्राद्धमक्षयमाप्नुयाद् इदं पवित्रं परमं जनानां मुक्तिदायकं लिखित्वा वै गृहेयस्तु धारयेत् सुसमाधिना आयुश्रीश्च बलं तस्य वृद्धिं यादि दिने दिने लिखित्वा ब्राह्मणे दद्यात् धीमान्यो वै कदाचन विमुक्ताः पूर्वजास्तस्य यान्ति विष्णोः परं पदं चतुर्णां चैव वेदानां पाठे चैव तु यद्फलं समवाप्नोति जापेन नरस्तोत्रं पठन् जपन् धृत्वा वै शङ्खचक्रादिब्राह्मणैर्वेदतत्परैः श्राद्धकाले महादेवि अक्षयं तद्भवेद्ध्रुवं कण्ठे पद्माक्षमालां च शङ्खचक्रादिधारणं तदश्राद्धं प्रकुर्वीद इदं स्तोत्रं पठन् जपन् विधिना भक्तिभावेन पूर्णं भवति नान्यथा अदो भक्तिमदा पुंसा पठनीयं प्रयत्नतः पठनात् सर्वमाप्नोति स नरः सुखमेधते इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायाम् उत्तरखण्डे उमामहेश्वरसंवादे अभ्युदयिकमूर्ध्वदैहिकस्तोत्रं नाम षट्सप्ततितमोऽध्यायः ॐ